प्रथमोऽध्यायः धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समावेताय उत्सवः मामक पाण्डवाश्चैव किमकुर्वत सञ्जय सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकम् व्यूढम् दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवी पश्यैताम् पाण्डुपुत्राणाम् आचार्या महतीम् च व्यूढाम् द्विपदपुत्रेण तव शिष्येण धीमता अत्र शूरा महेश्वास भीमार्जुन समायुधि युयुधानो विराटश्च द्रिपदश्च महारथः धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् पुरुजित् कुन्ति भोजश्च शैव्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्तः उत्तमौजश्च वीर्यवान् सौभद्रो द्रौपदेयश्च सर्व एव महारथः अस्माकम् तु विशिष्टाय तन्नीवोध द्विजोत्तम नायक मम सैन्यस्य संज्ञार्थम् ताण्डवीमिते भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सोमदत्तिस्तथैव च अन्ये च बहवः शूरः मदर्थे त्यक्तजीवितः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः अपर्यातम् तदस्माकम् बलम् भीष्माभिरक्षितम् पर्याप्तम् त्वीरमेतेषाम् बलम् भीमाभिरक्षितम् अयनेषु च सर्वेषु यथा भागमवस्थितः भीष्मदेवाभिरक्षन्तु भवन्तः सर्व एव हि तस्य सञ्जनयन् हर्षम् कुरु